सरस्वती महाभागे विद्ये कमललोचने विश्वरूपे विशालाक्षि विद्यां देहि नमोऽस्तु ते। येनाक्षरसमाम्नायमधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। हरिः ॐ श्रीगुरुभ्यो नमः। सर्वेभ्यः नमस्कारः। अस्मिन् पाणिनिव्याकरणवर्गे सर्वेषां स्वागतम्। अस्माकं प्रवर्तमानविषयः अस्ति कृत् प्रत्ययानां विषये। तस्य विषये एतत् करपत्रे लिखितमस्ति, कृत् प्रत्ययाः अपि सार्वधातुक अर्धधातुकाः। इत्युक्ते यथा अस्माभिः तत्र लकारविषये चिन्तनं कृतं, तथैव कृत् प्रत्ययानां विषये अपि चिन्तनं करणीयम् अस्माभिः। सो तत्र लकारेषु यथा तत्र सार्वधातुकलकाराः अपि च अर्धधातुकलकाराः इति विभजनं तत्र भवति, तथैव कृत्प्रत्ययेषु अपि ये कृत्प्रत्ययाः षित् सन्ति तेषां विषये सार्वधातुकसंज्ञा अस्ति तिंषित् सार्वधातुकम् इति सूत्रेण। अपि च मूले सर्वे कृत्प्रत्ययाः कर्तरिप्रयोगे भवति कर्तरिकृत् इति सूत्रेण, अतः सर्वे कृत्प्रत्ययाः औत्सर्गिकरूपेण कर्तर्थे भवति। अपि च अतः तेषु कृत्प्रत्ययेषु षित् कृत्प्रत्ययेषु षित् कृत्प्रत्ययानां कृते तत् सार्वधातुकसंज्ञा, अपि च ते कर्तर्थे भवन्ति। तेषु तत्र नवषित् प्रत्ययाः कृत्सु तत्र नवषित् प्रत्ययाः सन्ति, परन्तु तेषु अस्माभिः शत्रु अपि च शानच् एतयोः विषये एव अधिकचिन्तनम् अस्ति, अपि च लोके तेषामेव प्रयोगः तयोः एव प्रयोगः अधिकतर भवति, अतः अस्मिन् करपत्रे तस्य विषये एव चिन्तनम् अस्ति, अन्येषां तत्र प्रत्ययानां विषये चिन्तनं नास्ति। शत्रु अपि च शानच् एते प्रत्ययद्वयम् एतेन यथा कर्तरिकृत् इति सूत्रमस्ति, तत्र कर्तरिकृत् सूत्रस्य कृते तत्र अपवादसूत्राणि सन्ति, इत्युक्ते केचन कृत् प्रत्ययाः भावार्थे अपि च कर्मार्थे अपि सन्ति, तस्य विषये कर्तरिकृत् इत्यस्य अपवादसूत्राणि सन्ति, परन्तु शत्रुशानच् इति प्रत्ययस्य विषये कोऽपि अपवादसूत्रं नास्ति, अतः अत्र लिखितम् अस्मिन् करपत्रे शत्रुप्रत्ययः कर्तरिप्रयोगे एव, अतः तत्र कोऽपि क्लेशः नास्ति। सो यदा वयं धातु प्लस् शत्रु कुर्मः, परस्मैपदी धातुः अस्ति चेत् तस्य अनन्तरं शत्रुप्रत्ययः वयं योजयामः, तत्र धातुः किं पश्यति, धातुः पश्यति सार्वधातु कर्तर्थक् प्रत्ययः पश्यति। यदि धातोः अनन्तरं कर्तर्थक् सार्वधातुप्रत्ययः अस्ति, तत्र कर्तरि शप् इत्यस्य प्रसक्तिः भवति। सो अतः अत्र समानप्रक्रिया अस्ति, यथा लकारेषु धातुः कर्तर्थक् सार्वधातु प्रत्ययः पश्यति, तत्र कर्तरि शप् अपि च अन्येषां विकरणप्रत्ययानां विधिः भवति, तथैव अत्र अपि अस्ति। सो शत्रुशानच् प्रत्ययः सार्वधातुक् प्रत्ययः अपि च कर्तरिप्रयोगे भवति, अतः कर्तरि शप् इत्यनेन शप् अत्रापि विधीयते। शप् विधीयते चेत् कर्तरि शप् इत्यस्य कृते तत्र अपवादसूत्राणि सन्ति, दिवादिभ्यः शन् तुदादिभ्यः शः, अतः अत्रापि घनचिन्तनम् आवश्यकं भवति। सो यथा शत्रन्तप्रकरणे शानच् विषये तत्र घनचिन्तनम् आवश्यकमस्ति, यथा लट् लोट् लङ् विधिलिङ्ग् लकारेषु घनचिन्तनम् आवश्यकं, तथैव अत्र अस्ति, सा एव सार्वधातुप्रक्रिया। सो सार्वधातुप्रक्रियायां मुख्यतया घनचिन्तनं भवति, आर्धधातुप्रक्रियायां घनचिन्तनम् अनावश्यकं, तत्र कस्य गणस्य धातु इति विषयः एव नास्ति, अपि च तत्र आर्धधातुप्रत्ययः अस्ति चेत् इडागमस्य विचारः भवति। अस्माभिः पूर्वस्मिन् वर्गे तत्र ए बिन्दु प्रारम्भं कृतवन्तः वा चेतना भगिनी? स्वादिभ्यः श्नुः पर्यन्तं कृतवन्तः. अस्तु. सो तत्र एकः नमस्ते भगिनि, प्रश्नः अस्ति तत्र, भगिनी अस्ति वा? आम्, सुनीला भगिनी तत्र एकं प्रश्नं पृष्टवती, दाधातुविषये. तत्र ज्योत्यादिगणे दाधातुः अस्ति. सो दाधातुः तृतीयगणस्य धातुः. तत्र वयं जानीमः यदा शप् आयाति शप् श्लू भवति, इत्युक्ते दा प्रथमे तत्र दायोगशत्रु भवति. शत्रुप्रत्यये केवलम् अत अवशिष्यते. शत्रुप्रत्ययः शित् अस्ति, सार्वधातुक् अस्ति, कर्तरिप्रयोगे अस्ति, अतः कर्तरि शप् इत्यस्य प्रसक्तिः अत्र भवति. पर शप् आयाति चेत् अनन्तरं ज्योत्यादिभ्यः श्लू इति सूत्रेण शप् श्लू भवति. शप् प्रत्ययस्य श्लू इत्यनेन लोपः भवति. श्लू इति लोपसंज्ञा अस्ति. सो लोपः भवति चेत् अनन्तरं तत्र यत्र शप् श्लू भवति तत्र श्लौ इति सूत्रस्य अपि प्रसक्तिः भवति. श्लौ इति सूत्रस्य प्रसक्तिः भवति चेत् श्लौ इति सूत्रं वदति तत्र धातुः द्वित्वं करणीयम् इति. द्वित्वप्रपर्णे एकं विधिसूत्रमस्ति, द्वित्वविधायकसूत्रमस्ति. अतः अत्र दाधातुः तत्र द्वित्वं भवति. एकाच धातुः अस्ति, अतः अत्र दादा भवति. अनन्तरं ह्रस्वम् इति सूत्रेण दधा भवति. सो इदानीम् अस्माकं सविधे किम् अस्ति, दधा योग अत् अस्ति. शप् प्रत्ययस्य तु अत्र श्लू अभवत्. सो किमपि न अवशिष्यते, तस्य सम्पूर्णतया अत्र लोपः भवति. सो इदानीम् अस्माकं सविधे किमस्ति, दधा योग अत् अस्ति. एकं सूत्रम् अस्ति तत्र, एतत् सूत्रं न केवलं दधा विषये अस्ति, अपि च यत्र रुदादिभ्यः तत्र एकं गणः अस्ति, अत्र श्ना इति विकरणप्रत्ययः अस्ति. सो तत्र अपि एतत् सूत्रस्य प्रसक्तिः अस्ति. सूत्रमस्ति श्ना अभ्यस्त्योर् आतः तस्य लोप भवति, इत्युक्ते लोपप्रकरणे एतत् सूत्रम् अस्ति. सेकेण्ड्, सो इत्युक्ते ऐ विल् शो द सूत्र आल्सो. सो श्ना धातुः, सोरि, श्ना प्रत्यये तत्र ना इति अवशिष्टभागः अस्ति. सो श्नाप्रत्यान्तस्य आकारस्य, श्नाप्रत्यान्तस्य अङ्गस्य आकारस्य, अपि च अभ्यस्त अङ्गस्य आकारस्य, श्ना अभ्यस्तयोः आतः लुक्. सो श्नाप्रत्ययस्य आकारस्य अपि च अभ्यस्त आकारस्य, यथा ददा इति यः उभे अभ्यस्तम् इति सूत्रेण दधा इत्यस्य अङ्गस्य कृते अभ्यस्तसंज्ञा अस्ति. द्वयोः मिलित्वा तत्र अभ्यस्तसंज्ञा अस्ति. अतः अत्र अभ्यस्त अङ्गम् अस्ति. प्रत्ययः इन् प्रेसेन्स् आफ् प्रत्ययः अङ्ग, तत्र पूर्वस्य भागस्य अङ्ग इति संज्ञा भवति. सो अत्र अत्र दधा इति अभ्यस्त अङ्गम् अस्ति. अत्र द्वित्वम् अभवत्, अतः अभ्यस्त अङ्गम् अस्ति. सो अभ्यस्तयोः आतः लुक् आकारस्य लुक् आतः लुक् भवति, लुक् आदेशः भवति. अतः अत्र इत्युक्ते अत्र किमपि न, अपि च तत्र लिखितमस्ति सार्वधातुक् प्रत्यये परे. सार्वधातुक् प्रत्यये परे अत् इति सार्वधातुक् प्रत्ययः अस्ति, अपि च अत्र न केवलं सार्वधातुक् प्रत्यये परे, परन्तु सार्वधातुक् कित् नित् प्रत्यये परे. सो शत्रुप्रत्ययः सार्वधातुक् अस्ति, परन्तु अपित् अस्ति. तत्र कोऽपि पकारस्य इति संज्ञा नास्ति. अतः णिद् सार्वधातुकम् अपित् इति सूत्रेण शत्रुप्रत्ययः सार्वधातुक् णित् प्रत्ययः अस्ति. सो श्ना अभ्यस्तयोः आतः इति सूत्रं सार्वधातु कित् नित् प्रत्यये कार्यं करोति। यदा तत्र सार्वधातु पित् प्रत्ययः अस्ति तत्र श्नाभ्यस्तोर् आतः इति सूत्रं कार्यं न करोति, इत्युक्ते यदा तत्र ददायोग तिप् अस्ति, प्रक्रिया तु समाना, तिप् प्रत्यय लठ् लकारे प्रक्रिया समाना, तत्र शप् इति मध्ये आयाति, तेन कारणेन प्रथमे तत्र शप् प्रत्ययस्य कारणेन तत्र ददा भवति, अनन्तरं तत्र दधा इति यः अस्ति तत्र शप् प्रत्ययः शित् अस्ति अपि च पित् अस्ति, अतः आकारस्य किमपि न भवति। अनन्तरं सन्धि भूत्वा ददायोगत्युप् यदा अस्ति अत्र अत्रापि किमपि न भवति, अतः रूपमस्ति, अत्र आकारस्य लोपः न भवति, श्नाभ्यस्तोरातः इति सूत्रेण आकारस्य लोपः न भवति, सो अत्र ददाति इति रूपमस्ति। सो यदा सार्वधातु पित् प्रत्ययः परे अस्ति तदा आकारस्य लोपः न भवति, आकारस्य लोपः अभ्यस्तङ्गस्य आकारस्य लोपः केवलं सार्वधातु कित् नित् प्रत्यये परे भवति। सो शत्र प्रत्ययः सार्वधातुक् नित् सार्वधातुक् अपित् अस्ति अतः निदेव अस्ति, सो अत्र श्नाभ्यस्तोरातः इति सूत्रस्य प्रसक्तिः भवति। सो आकारस्य अनेन सूत्रेण लोपः भूत्वा तत्र ददत् इति रूपम् अस्ति, सो दद् इति एव अङ्गं भवति, आकारस्य लोपः भवति, अनन्तरम् अत् इति अवशिष्यते, सो अनन्तरं ददत् इति प्रातिपदिकम् अस्ति, शत्रन्तप्रातिपदिकम् अस्ति ददत्। सो अत्र केन सूत्रेण कार्येण श्नाभ्यस्तो रातः। इदानीं पश्यतु अत्र यदा लट् लकारे ददायोगतः अस्ति द्विवचनप्रत्ययः, सो तिङ्प्रत्ययेषु यद्यपि सर्वेषां नवप्रत्ययानां कृते परस्मैपदी नवप्रत्ययानां कृते तत्र तिंशित् सार्वधातुकम् इति सूत्रेण सर्वेषां कृते सार्वधातुकसंज्ञा अस्ति, परन्तु तेषु कः सार्वधातुक् पित् कः सार्वधातुक् अपित् इति वयम् इदानीं जानीमः। सो तः प्रत्ययः कीदृशप्रत्ययः अस्ति, सुनीला भगिनी अस्ति वा भगिनि? अत्रैव एकनिमिष, अहं यदा भवती सूत्राणाम् उल्लेखं करोति न तदा सूत्राणां क्रमाङ्कं वक्तुं शक्नोति वा? तर्हि अनन्तरं कदाचित् वक्तुं शक्नोमि, कदाचित् न वक्तुं शक्नोमि। सुष्णाभ्यस्तोरातः इति सूत्रं 6412 इति सूत्रमस्ति, 6412 अङ्गस्य अधिकारे अस्ति, इत्युक्ते 641 इति आरभ्य अङ्गस्य अधिकारः वर्तते, सो श्नाभ्यस्तोरातः इति सूत्रम् अङ्गस्य अधिकारे अस्ति, सो श्नाप्रत्यान्त अङ्गस्य अपि च अभ्यस्त अङ्गस्य तादृश तत्र भवति, एतयोः अङ्गयोः आकारस्य लुक् भवति, आतः लोपः भवति, लुक् भवति इत्युक्ते आकारस्य लुक् भवति, लुक् प्रकरणे एतत् सूत्रमस्ति, कदा भवति? सार्वधातु कित् नित् प्रत्यये परे। सो यदि कोऽपि सार्वधातु पित् प्रत्ययः अस्ति, यथा शप् सार्वधातु पित् अस्ति, परस्मैपदेषु तिप् सिप् मिप् एते त्रीणि त्रयः प्रत्ययाः पित् प्रत्ययाः, सार्वधातु पित् प्रत्ययः, सो यदा सार्वधातु पित् प्रत्ययः परे अस्ति तत्र श्नाभ्यस्तो रातः इति सूत्रं कार्यं न करोति, बिकास् सूत्रे अस्ति सार्वधातु किति नीति परे कार्यम् अस्ति। सो एतत्तु नित् सार्वधातुक् सन्ति परन्तु पित् सन्ति, अतः अन्येषु षट् स्थलेषु लट् लकारे तस् अपि च अन् जी थस् अपि च थ वस् मस् एतेषु षट् स्थलेषु तत्र ददा इति अङ्गस्य अपि तत्र आकारस्य अनेन सूत्रेण लोपः भवति, बिकास् लट् लकारे अपि एते षट् प्रत्ययाः सार्वधातुक् परन्तु अपित् अतः निद् इव सन्ति. सो तत्र पश्यतु तत्रापि आकारस्य लोपः भवति. केन सूत्रेण? अनेन सूत्रेण एव. इत्युक्ते श्ना अभ्यस्तोर् आतः इति सूत्रेण. सेकेण्ड्. धातुः डुदायि धातुः ज्योत्यादिगणस्य. अत्र पश्यतु भगिनि, स्क्रीन् दृश्यते वा? सो अत्र पश्यतु भगिनि, ददाति, ददासि, ददामि. आकारः ददा इति अभ्यस्ताङ्गस्य आकारः त्रिषु स्थलेषु श्रूयते. बिकास् एते तिप् सिप् मिप् सार्वधातु पित् प्रत्ययः. सो अत्र एतेषु स्थलेषु श्ना अभ्यस्तो रातः इति सूत्रं कार्यं न करोति. बिकास् श्ना अभ्यस्तो रातः सूत्रस्य कृते निमित्तमस्ति सार्वधातु कित् अथवा नित् प्रत्ययः. तत्र तु व्याकरणे कोऽपि सार्वधातु कित् नास्ति, परन्तु सार्वधातुक् निद् अतिदेशसूत्रेण सर्वे सार्वधातुक् अपित् प्रत्ययाः निद् इव प्रवर्तते. अतः अत्र पश्यतु, दत्तः, दत्थः, दद्वः, दद्मः, दत्थ, ददति. सो अत्र कुत्रापि आकारः ददा इति आकारः तस्य सर्वत्र लोपः भवति. तथैव भवति शत्रुप्रत्यये. शत्रुप्रत्यय इस् ईक्वल् टु सार्वधातुक अपित् प्रत्ययः. सो यथा तत्र लट् लकारे तस् प्रत्ययः, झी प्रत्ययः, थस् प्रत्ययः, मस् प्रत्ययः, तत्र तस्य कार्यमस्ति, तथैव शत्रुप्रत्यये कार्यमस्ति. अतः एतेषु स्थलेषु अभ्यस्त अङ्गस्य आकारस्य लोपः भवति. सो अस्मिन् सूत्रे न केवलम् अभ्यस्ताङ्गस्य आकारस्य, परन्तु श्ना इति यः अस्ति तत्र ना इति आकारान्तरूपी अङ्गं भवति, तस्य अपि सार्वधातु कित्नित् प्रत्यये तत्र लोपः भवति, तस्य आकारस्य लोपः भवति. परन्तु इदानीम् अस्य सूत्रस्य एकम् अस्माभिः तत्र किम् अस्य सूत्रस्य विषये किं तत्र स्मर्तव्यं, यद्यपि सूत्रे न लिखितम्, इत्युक्ते अजादि सार्वधातु कित्नित् प्रत्यये परे एव भवति. बिकास् तत्र साक्षात् अनन्तरम् ऐ टोल्ड् यु 6412 सूत्रस्य साक्षात् अनन्तरं तत्र अस्य सूत्रस्य कृते एकम् अपवाद् सूत्रम् अस्ति. हलियो वन् सेकेण्ड्. अस्य पूर्वे अस्ति श्ना अभ्यस्तो रातः लोपः भवति. सो आकारस्य आतः इति षष्ठ्यन्तमस्ति, तस्य लोपः भवति सार्वधातुके किति निति प्रत्ययपरे. अस्य साक्षात् अनन्तरं 112 इति सूत्रस्य साक्षात् अनन्तरम् अस्ति 113 सूत्रम्. अत्र वदति हलि अगोः, ईः हलि अगोः, हलि अगोः. सो हलादि सार्वधातु कितनित् प्रत्ययपरे तत्र आकारस्य इत्युक्ते श्ना अभ्यस्तयोः इति पूर्वसूत्रात् सम्पूर्णतया अनुवृत्तिः अस्ति. सो श्ना आकारस्य अभ्यस्त आकारस्य हलादि सार्वधातु कितनित् प्रत्ययपरे आकारस्य स्थाने दीर्घ ई भवति, न तु लोपः भवति. इत्युक्ते अनेन किम्? इत्युक्ते दिस् सूत्र श्ना अभ्यस्तो रातः इति सूत्रः प्रायशः अजादि सार्वधातु कितनित् प्रत्यये परे कार्यं करोति. सो शत्रु इस् एक्साक्ट्लि अजादि सार्वधातु बिकास् अत् अवशिष्यते, अकारः आदौ अस्ति, सो तत्र एतत् सूत्रं प्रवर्तते, कोऽपि सूत्रं नास्ति अस्य कृते. परन्तु अगोः इति कथनेन किम्? अगोः इत्युक्ते यः घूसंज्ञक, ये घूसंज्ञक धातवः सन्ति तेषां विषये एतत् सूत्रं न प्रवर्तते. न घूसंज्ञकस्य न भवति इत्युक्ते घूसंज्ञकस्य आकारस्य तत्र हलादि सार्वधातु कित्नित् प्रत्यये दीर्घ ई आदेशः न भवति, सो तत्र तो लोपः एव भवति. सो वेनेवर् वी हेव् द अभ्यस्ताङ्गम् तत्र हलादि सार्वधातुक् वा अजादि सार्वधातुक् इति तत्र अस्माभिः म्यूट् मध्ये तिष्ठतु भगिनि, तत्र प्रतिध्वनिः आयाति. अत्र पश्यतु उदाहरणानि, अस्य सूत्रस्य उदाहरणानि पश्यतु. सी वी हेव् टू सिचुवेशन्स्, क्री धातुः अस्ति, क्रीधातुः क्रयादिगणस्य श्ना इति प्रत्ययः तत्र अस्ति, ना इति विकरणप्रत्ययः, एण्ड् तः इति प्रथमाविभक्ति द्विवचन तस् इति प्रत्ययः. अत्र इदानीं तत्र किमपि न भवति, क्री न भवति, बिकास् श्ना प्रत्ययः श्युत् अस्ति अपित् अस्ति, किमिति च सूत्रेण गुणस्य बाधा भवति, सो क्री क्री एव तिष्ठति, क्रीणा इति अङ्गम् अस्ति, सो क्रीणायोगतः अपि च दिस् इस् द फस्ट् सिचुवेशन्. सेकेण्ड् सिचुवेशन् इस् क्रीणा योग झी स्थाने अन्तादेशः भवति, बहुवचनप्रत्ययः अस्ति अन्ति, बोथ् आर् सार्वधातुक् प्रत्ययः, बोत् बट् वन् इस् हलादि सार्वधातुक्, अनदर् इस् अजादि सार्वधातुक्. सो इदानीं वी केन् डू द चिन्तनम्. सो अत्र श्ना प्रत्ययस्य न अस्ति, अत्र अपि श्ना प्रत्ययस्य न अस्ति. सो श्ना अभ्यस्तो रातः इति सूत्रं वदति, द्वयोः सूत्रयोः अत्र प्रसक्तिः भवति. श्ना अभ्यस्तो रातः वदति श्ना प्रत्यान्त अङ्गस्य आकारस्य सार्वधातु कित्नित् प्रत्ययपरे तस्य आकारस्य लोपः, परन्तु साक्षात् अनन्तरं सूत्रम् अस्ति ई हल्यगोः, ई हल्यगोः इत्युक्ते हलादि सार्वधातु कितनित् प्रत्ययपरे आकारस्य दीर्घ ई आदेशः भवति. सो द्वयोः सूत्रयोः एकत्र प्राप्तिः अस्ति चेत् तत्र अस्माभिः बलाबलचिन्तनं करणीयम्. सो ई हलि अगोः इति सूत्रं केवलं श्नाभ्यस्वरातः किमपि न वदति, हलादि वा अजादि वा इति न वदति, तत्र केवलं वदति सार्वधातु कितनित् प्रत्ययपरे. सो यत्र यत्र हलि अगोः इति सूत्रस्य ई हलि अगोः इति सूत्रस्य प्रसक्तिः तत्र तत्र सर्वदा श्ना अभ्यस्तो रातः इत्यस्य प्रसक्तिः अपि अस्ति, अतः अत्र उत्सर्ग अपवाद सम्बन्धः अस्ति. सो उत्सर्ग अपवाद सम्बन्धः वर्तते चेत् अपवाद सूत्रं बलवद् भवति. सो अत्र क्रीणी इति भवति, सो अत्र आकारस्य लोपः न भवति, अत्र ई हलि बिकास् हलादि कितनित् प्रत्ययः परे अस्ति, तकारः हल् वर्णः, सो अत्र भवति क्रीणी, न तु क्री न इत्यस्य लोपः भवति, सो क्रीणीतः इति रूपम् अस्ति. परन्तु यदा क्रीणायोग अन्ति अस्ति, इदानीम् अत्र हलि अगोः इति सूत्रस्य प्रसक्तिः एव नास्ति, बिकास् अत्र हलादि कितनित् सार्वधातु कितनित् नास्ति, अत्र तु अजादि. सो अस्मिन् स्थित्यां तत्र केवलं श्ना अभ्यस्तो रातः इति सूत्रस्य प्रसक्तिः, एकमेव सूत्रस्य प्रसक्तिः अस्ति, सो तेन सूत्रेण कार्यमपि भवति, सो आकारस्य लोपः भवति, आकारस्य लोपः भवति चेत् क्रीणन्ति इति रूपम् अस्ति इति द्वयोः सूत्रयोः तत्र चिन्तनम् अस्ति. परन्तु अस्मिन् सूत्रे अगोः इति कथनेन तत्र ये घूसंज्ञक धा धातुः धान धातुः महाप्राण धा इति धातुः तेषां विषये एतत् हि हलि अगोः इति सूत्रं कार्यं न करोति. तेन किं सो ये अभ्यस् ये घूसंज्ञक अभ्यस्त धातु अभ्यस्त अङ्गानि सन्ति तत्र केवलं लोपः हलादिप्रत्ययपरे अपि लोपः अजादिप्रत्ययपरे अपि लोपः भवति. तत्र कोऽपि दीर्घ इकारादेशः न भवति बिकास् अस्मिन् सूत्रे उक्तम् ई हलि अगोः इति सूत्रम् उक्ते घूसंज्ञकस्य दीर्घ ई आदेशः न भवति न गुः न घूसंज्ञकस्य इति तत्र चिन्तनमस्ति. सो दिस् वी विल् अप्लै दिस् सूत्र फार् द क्रयादिगण आल्सो बिकास् तत्र श्नारूपी अङ्गम् अस्ति. सुनीला भगिनी अवगतं वा भगिनी ददा इत्यस्य कृते? सो वेनेवर् वी विल् थिङ्क् अबौट् श्ना अभ्यस्तो रातः तत्र ई हलि अगोः इति सूत्रस्य चिन्तनम् अपि करणीयम्. अजादिप्रत्य वदतु भवती यदा वदति तदा तु सर्वम् अवगतम् अस्ति परन्तु अनन्तरम् अभ्यासं कर्तुं तथा स्पष्टीकरणार्थे सूत्रपाठ द्रष्टव्यमस्ति चेत् तेषां सूत्रक्रमाङ्कस्य आवश्यकता भासते अतः अहम् उक्तवती परन्तु इदानीम् अवगतमस्ति यत् भवती उक्तवती. पुनः वक्तुम् अहं सूत्राणाम् उच्चारणं कर्तुं न शक्नोमि अतः अस्तु भगिनि एकवारं रेकार्डिङ्ग् अपि शृणोतु. शनैः शनैः अपि च तथैव अस्ति आप् ददातु वन् सेकेण्ड् कुत्र अस्ति स्वादि स्वा चेतना भगिनी एतत् अभवत् वा स्वादिगणे यः आप् ददातु कि इतः गतसमये अभवत् वा? सो तथैव अस्ति. सो श्ना अभ्यस्तो रातः इति सूत्रं यथा कार्यं करोति क्रयादिगणस्य विषये तथैव. वन् सेकेण्ड् ऐ विल् शेर् द स्क्रीन्. अत्र मम समस्या आसीत् उ इति आम् आप्नु अनन्तरम् उ इति आगच्छति किल तस्य आगम अस्ति वा तत् सो अत्र इत्युक्ते यदा यदा अस्माभिः स्वादिगणस्य श्नु प्रत्ययः सो सार्वधातुक लकारेषु आर् सार्वधातुक प्रकरणेषु तत्र यथा शत्र प्रत्ययः अस्ति अथवा लट् लोट् लङ् विधिलिङ्ग् लकाराः सन्ति तेषां विषये यदा स्वादिगणस्य कोऽपि धातुः अस्ति चेत् तत्र प्रायशः सार्वधातुक लकारेषु सार्वधातुक कर्तर्थक प्रत्ययः परे अस्ति चेत् श्नुतो आयाति एव. सो लट् लोट् लङ् विधिलिङ्ग् इति लकारेषु एतेषु चतुर्षु लकारेषु स्वादिगणस्य कोऽपि धातुः अस्ति चेत् तत्र तु श्नु मध्ये तिङ् प्रत्ययस्य इत्युक्ते कर्तर्थक सार्वधातुक प्रत्ययस्य पूर्वे तत्र श्नु इति आयाति. सो आप् इति धातुः अस्ति स्वादिगणस्य अतः यदा वयं लट्लकारस्य विषये चिन्तनं कुर्मः वा शत्रुप्रत्ययस्य विषये चिन्तनं कुर्मः तत्र तु श्नु मध्ये आयाति एव. सो इदानीम् आप् धातुः हलन्तदातुः आप् धातुः हलन्तदातुः सिमिलर्लि स्वादिगणस्य एकम् अन्यत् सो स्वादिगणे ये धातवः सन्ति तेषां विषये अस्माभिः कथं चिन्तनं करणीयं हलादीनां विषयः भिन्नः अजादीनां विषयः भिन्नः. सो देर् आर् टू धातुस् वन् इस् आप् धातुः अनदर् इस् ची धातुः. ची धातुः अपि स्वादिगणस्य धातुः आपदातु अपि स्वादिगणस्य धातुः। यदा तत्र शत्रन्तप्रकरणे आतिथ्य अवशिष्टभागः अस्ति, अत्रापि आतिथ्य अवशिष्टभागः, शत्रुप्रत्ययः सार्वधातु कर्तर्थक् प्रत्ययः, अतः अत्र द्वयोः स्थलयोः तत्र श्नु इति अङ्गं भव श्नु इति प्रत्ययः आयाति। स्वादिभ्यः श्नु इति सूत्रेण कर्तर्थक् सार्वधातुक् प्रत्ययपरे स्वादिगणस्य धातोः अनन्तरं श्नु प्रत्ययस्य विधानम् अस्ति। सो श्नु प्रत्ययः अत्रापि आयाति, अत्रापि आयाति समानरीत्या सेम् सूत्रेण स्वादिभ्यः श्नु इति सूत्रेण द्वयोः कृते श्नु आयाति। श्नु प्रत्यये शकारस्य इति अस्ति, तु शकारः अपगच्छति, नु एव अवशिष्यते। सो इदानीं श्नु प्रत्ययः अपित् अस्ति, सार्वधातुक अस्ति परन्तु अपित् अस्ति, अतः अत्र किमपि गुणः न भवति। किनिति च अत्र तु गुणप्रसङ्गः नास्ति, आप् विषये कोऽपि गुणप्रसङ्गः नास्ति, परन्तु ची विषये गुणप्रसङ्गः अस्ति, इगन्ताङ्गम् अस्ति, तथापि गुणः न भवति बिकास् श्नु प्रत्ययः सार्वधातुक अपित् प्रत्ययः, निद् इव अस्ति, अतः किनिति च सूत्रेण गुणः न भवति। सो अत्र अपि चिनुरूपी अङ्गम्, अत्र आप्नु रूपी अङ्गम् अस्ति आतिथ्यस्य कृते। सो इदानीम् एतावता पर्यन्तं तु प्रक्रिया समाना। सो अत्र आप्नु, अत्र चिनु इति अङ्गम्। इदानीं तत्र सूत्रद्वयस्य प्रसक्तिः भवति, इत्युक्ते तत्र सूत्रमस्ति अचिष्णु धातु ब्रुवाम्। अचिष्णु धातु ब्रुवां युवो यवोः इयङ् उवङ्गौ इति आदेशः भवति। सो अचिष्णु इति साक्षात् सूत्रे उक्तम् अस्ति, श्नु अङ्गम्, एतत् सूत्रमपि अङ्गस्य अधिकारे अस्ति। सो अचिष्णु धातु ब्रुवाम् इति सूत्रस्य सङ्ख्या किं 6477। सो अत्रापि 641 आरभ्य अङ्गस्य अधिकारः अस्ति, अत्रापि अङ्गस्य अधिकारः अस्ति। सो श्नु प्रत्यान्त अङ्गस्य यवोः इति कथनेन इकार उकारयोः, सो अत्रापि उकारान्तरूपी अङ्गम् अस्ति, परन्तु कीदृश उकारः? सूत्रे उक्तं श्नु प्रत्ययस्य उकारः। सो श्नु प्रत्ययस्य यः उकारः तस्य अत्र अचि, प्रथमे एव अचि इति पदं दत्तं, साक्षात् अचि पदम् अस्ति। सो अजादि प्रत्यये परे अत्र किमपि सार्वधातुक् आर्धधातु किमपि न उक्तम्, अत्र केवलम् अचि इति उक्तं सूत्रे। सो अचि श्नु धातु ब्रुवां युवोर् इयङ् उवङ्गौ इति सूत्रेण अजादि अचि इति सप्तम्यम् अस्ति। सो अजादि प्रत्यये परे श्नु उकारस्य उवङ्ग आदेशः भवति इति एतत् सूत्रं वस्। सो वी आर् डिस्कसिङ्ग् श्नु, देट् इस् वै वी आर् टेकिङ्ग् दिस् सूत्रं। फार्गेट् अबौट् द धातु ब्रुवां युवोः, बट् श्नु उक्तमस्ति तस्य उकारस्य अजादि प्रत्यये परे, शत्रु अजादि अजादि अस्ति, तस्य इति अजादि नास्ति, तस् सार्वधातुक अस्ति परन्तु अजादि नास्ति। सो अजादि प्रत्यये परे श्नु प्रत्यात् अङ्गस्य उकारस्य इकारस्य इयङादेशः, उकारस्य उवङ्गादेशः भवति इति तत्र सूत्रे उक्तम्, उवङ्गादेशः इत्युक्ते अत्र कण्ठ्यनकारः अस्ति। सो अस्मिन् आदेशे उवङ्ग् इति आदेशे हलन्त्यम् इति सूत्रेण अन्तिमनकारस्य इति भवति, वकार उत्तरवर्ती यः अकारः सः उच्चारणार्थं। सो केवलम् उव् इति अवशिष्टभागः, सो उव् इति आदेशः अस्ति। कस्य स्थाने? उकारस्य स्थाने। सो यः श्नु श्नु अन्ते यः उकारः, तस्य उकारस्य उव् आदेशः भवति। कदा? अजादि प्रत्यये परे, परन्तु तावदेव नास्ति, अनन्तरम् एकम् अन्यत् सूत्रमस्ति, तत् सूत्रमस्ति खिष्णुवोः सार्वधातुके। अत्रापि अचिष्णु धातु ब्रुवाम् इति सूत्रे अपि अहं चिन्तयामि सार्वधातुके इति पदस्य अनुवृत्तिः अस्ति। एकवारं पश्यामः, अचि सिक्स् फोर् अचिष्णु धातु ब्रुवां नास्ति. स्वात्र किमपि सार्वधातुक् अजादि सार्वधातुक् वा अर्धधातुक् वा किमपि न उक्तं. सो दिस् इस् एन् ओपन् सूत्र. इट् सेस् श्नु प्रत्यान्त अङ्गस्य उकारस्य उवङ्गादेशः भवति कदा भवति अजादिप्रत्ययपरे अचीतनेन अजादिप्रत्ययपरे. वै वी आर् टेकिङ्ग् प्रत्यय बिकास् अङ्गस्य अधिकारः अस्ति. सो अङ्गस्य अङ्गसंज्ञा तदा एव भवति यदा तत्र परे कोऽपि प्रत्ययः अस्ति. प्रत्ययः नास्ति चेत् अङ्गसंज्ञा अपि न भवति बिकास् वी हेव् तादृश अङ्गसंज्ञा. स्क्रीन् न दृश्यते वा? अष्टाध्यायी न दृश्यते, वैट् बोर्ड् दृश्यते. अत्र पश्यतु इदानीं दृश्यते. सो अचिष्णु धातु ब्रुवां युवोः इयङ् वङ्गौ इति सूत्रे किमपि न उक्तं. सार्वधातुक् वा अर्धधातुक् वा किमपि न उक्तं. सो अत्र केवलम् अचि इति उक्तम्. अङ्गस्य अधिकारः अस्ति अतः अजादिप्रत्ययः एव स्वीकरणीयं बिकास् अङ्गस्य यत्र यत्र अङ्गस्य अधिकारः तत्र तत्र प्रत्ययनिमित्तीकृत्य कार्यं भवति. बिकास् प्रत्ययस्य इन् प्रसेन्स् आफ् प्रत्यय एव शब्दसमूहस्य अङ्गसंज्ञा भवति. प्रत्ययस्य प्राक् यत् अस्ति तदेव अङ्गम्. अत्र अस्य सूत्रस्य एकम् अपवाद सूत्रम् अस्ति, तदस्ति हुष्णुवोः सार्वधातुके तस्य संख्या. इदानीं नोट् करोतु भगिनि, अचिष्णु धातु 6477, हुष्णुवोः सार्वधातुके 6470 87, 10 सूत्रपर्यन्तं. सो 77 and 87 विष्णुवोः सार्वधातुके, अत्र सूत्रे एव सार्वधातुके इति पदमस्ति. सो विष्णुवोः सार्वधातुके वदति हू सेपरेट्लि, हू इति एकः भागः, श्नु द्वयोः. श्नु इति वयं जानीमः, श्नु तु प्रत्ययः अस्ति. श्नु प्रत्ययः कुत्र आयाति? सार्वधातुप्रक्रियायाम् एव आयाति. सो श्नु प्रत्ययान्त अङ्गस्य उकारस्य सार्वधातुक् अचि अपि अस्ति. सार्वधातुक् अजादि प्रत्यये परे तत्र यनादेशः भवति. कस्य? उकारस्य एव यनादेशः भवति. उ इत्यस्य हू इत्यपि उकारः अस्ति, श्नु इत्यपि अपि उकारः अस्ति, परन्तु सामान्य उकारः नास्ति. एव्री उकार डस् नाट् गेट् यनादेशः. श्नु प्रत्ययस्य उकारस्य अपि च हू धातु यः उकारः अस्ति तस्य यनादेशः भवति, परन्तु अचि इति पूर्वसूत्रात् अनुवर्तते. सार्वधातुक् अजादिप्रत्ययपरे. सो इदानीं अनेबल् इरेज् मै ड्रायिङ्ग्. सो इदानीं तत्र अत्र एकम् अन्यत् अस्ति, वन् सेकेण्ड्, ऐल् जस् इरेज् दिस् टु नो वन् एस्. आपरेट् करोमि. अत्र एकम् अन्यत् अस्ति, असंयोगपूर्वस्य. दिस् इस् वेरि इम्पार्टेण्ट्. असंयोगपूर्वस्य, सो हुष्णुवोः सार्वधातुके इति सूत्रम् असंयोगपूर्वस्य श्नु प्रत्यान्त अङ्गस्य. असंयोगपूर्वस्य इस् आल्सो षष्ठ्यन्तं पदम्. हुष्णुवोः इस् आल्सो षष्ठ्यन्तं पदम्. सो असंयोगपूर्वस्य श्नु प्रत्यात् अङ्गस्य सार्वधातुक् अजादि सार्वधातुक् प्रत्ययपरे यनादेशः भवति. वी केन् अण्डर्स्टाण्ड् दिस् बै एक्साम्पल् ओन्लि. सो रिमेम्बर् असंयोगपूर्वस्य. अचिष्णु धातु ब्रुवां युवोर् इयङ् वङ्गौ इति सूत्रे किमपि न उक्तं. न तु तत्र उक्तं सार्वधातुक वा आर्धधातुक वा न तु तत्र उक्तम् असंयोगपूर्वक वा असंयोगपूर्वक वा किमपि न उक्तं. देट् इस् अन् ओपन् सूर्वन्. सो अजादिप्रत्ययपरे श्नु प्रत्ययात् अङ्गस्य औत्सर्गिकरूपेण तत्र तस्य उवङ्गादेशः भवति इति तत्र तेन सूत्रेण वयम् अवगच्छामः. अत्र अस्मिन् सूत्रे वदति यु हेव् टु सी शृणु प्र कीदृशी शृणु प्रत्ययात् अङ्गम् अस्ति. असंयोगपूर्वक शृणु प्रत्ययम् अस्ति वा असंयोगपूर्वक शृणु प्रत्ययात् अङ्गम् अस्ति. देट् इस् वै वी हेव् टु डिवैड् द धातुस् आफ् स्वादिगण इन् टु टु पार्ट्स्. हलादि ये धातवः यथा आप्नु आप् पकारः हल् अस्ति अत्र आप्नु योग अत् प्लस् चिन्नु योग अत् चिन्नु योग अत् द्वयोः कृते तत्र सार्वधातुक अजादिप्रत्ययः अस्ति. शत्रु इति सार्वधातुक अजादिप्रत्ययः. आप्नु विषये तत्र असंयोगपूर्वक नू नास्ति, संयोगपूर्वक नू अस्ति. इत्युक्ते उकारस्य पूर्वे तत्र पकार नकारयोः संयोगः अस्ति. सो एतादृश अङ्गम् असंयोगपूर्वक असंयोगपूर्वक उप्रत्या श्नु प्रत्यात् अङ्गं नास्ति. सो हुष्णुवोः सार्वधातुके इति सूत्रम् अत्र न आगन्तुं शक्यते बिकास् तत्र सूत्रे वदति कीदृश श्नु प्रत्यात् अङ्गम् असंयोगपूर्वक असंयोग यत्र संयोगः नास्ति. असंयोगपूर्वक श्नु प्रत्यात् अङ्गस्य परे अजादि सार्वधातुक प्रत्ययः अस्ति चेदेव यनादेशः भवति, अन्यथा न भवति. अन्यथा किं भवति? अन्यथा अचिष्णु धातु ब्रुवाम् इति सूत्रेण तत्र ऊस्थाने उवङ्गादेशः भवति. सो इट् बिकम्स् आप् दन्नकारः ऊस्थाने उवादेशः उवादेशः देन् वी हेव् द अत् रैटिङ्ग् दृश्यते वा स्क्रीन् मध्ये? आं महोदय. सो आप् उकारस्य स्थाने उ आदेशः नकारः हल् भवति बिकास् अत्र असंयोगपूर्वक श्नु प्रत्यात् अङ्गम् अस्ति. असंयोगपूर्वक श्नु प्रत्यात् सोरि संयोगपूर्वक श्नु प्रत्यात् अस्ति अतः विष्णुवोः इति अस्य प्रसक्तिः अत्र न भवति. सो इट् बिकम्स् आप् नु न उ नु नु देन् व आप्नु वत् इति प्रातिपदिकम्. परन्तु यदा चिनु योग अत् अस्ति चिनु इति अत्र कोऽपि संयोगः श्नु प्रत्यात् अङ्गम् अस्ति परे अजादि सार्वधातुक प्रत्ययः अस्ति अत्र तु असंयोगपूर्वक श्नु प्रत्यात् अङ्गम् अस्ति. सो अत्र कस्य सूत्रस्य प्रसक्ति? हुष्णुवोः सार्वधातुके. सो असंयोगपूर्वक उकारस्य शृणु प्रत्यात् उकारस्य तत्र यनादेशः भवति. इत्युक्ते के उ इति अत्र केवलं वकारः एव, यन् इत्युक्ते उकारस्य यन् वर्णः तु वकारः अस्ति. सो वकारः एव आयाति. सो अत्र रूपं भवति चिन् देन् उकारस्य व आदेशः चिन्वत् इति प्रातिपदिकम्. चिन्वत् इति प्रातिपदिकम् अत्र आप्नुवत् इति प्रातिपदिकं तदेव भेदः अस्ति. सो स्वादिगणस्य धातूनां कृते अस्माभिः किं करणीयं? ये हलन्तधातवः वी हेव् टु सेपरेट् देम्. ये अजन्तधातवः सेपरेट्लि बिकास् अजादिधातूनां कृते तु तत्र यनादेशः भवति. तत्र हुष्णुवोः सार्वधातुके इत्यस्य प्रसक्तिः भवति. परन्तु यः ये हलादिधातवः सन्ति सर्वत्र सार्वधातुकप्रक्रियायां शृणु आयाति एव. तत्र केवलम् अचिशृणु धातु ब्रुवाम् इति सूत्रेण उवङ्गादेशः भवति. सो अतः तत्र बिकास् तत्र संयोगपूर्वक शृणु प्रत्यात् अङ्गम् अस्ति इति तत्र भेदः स्वादिगणे. सो द्वयोः सूत्रयोः अस्माभिः मिलित्वा चिन्तनं करणीयं बिकास् सर्वेषु प्रकरणेषु त तादृश एव स्थितिः अस्ति. उत्सर्ग अपवाद, उत्सर्ग अपवाद. सो यदा वयं कस्यचित् विधिसूत्रस्य विषये चिन्तनं कुर्मः तदा अस्माकं मनसि तदेव एतत् चिन्तनं भवेत्, अस्य सूत्रस्य कृते कोऽपि अपवादसूत्रं तु नास्ति. यथा अचिष्णु धातु ब्रुवाम् इत्यस्य कृते हुष्णुवोः सार्वधातुके, सिमिलर्लि ष्णा अभ्यस्तो रातः इति सूत्रस्य कृते ई हलि अगौः इति सूत्रम् इति तत्र चिन्तनं भवति. सो स्वादिगणस्य हलधातूनां कृते भिन्नचिन्तनम्, अजन्तधातूनां कृते भिन्नचिन्तनं तत्र अस्माभिः सूत्रद्वयस्य escape it is. इदानीम् अवगतं वा भगिनि? धन्यवादः. सूत्रद्वयं नोट् कृतं वा भगिनि, उष्णुवोः अपि च स्वादिगणस्य विषये सूत्रद्वयस्य चिन्तनम् आवश्यकं भवति. अन्यथा इत्युक्ते सार्वधातुप्रक्रियायां, यदा सार्वधातुप्रक्रिया अस्ति, यदा शृणु आयाति, शृणु तु केवलं सार्वधातुप्रक्रियायामेव आयाति. सिमिलर्ली क्रयादिगणस्य श्ना प्रत्ययस्य विषये अपि तथैव चिन्तनं भवति, अपि च आकारान्त अङ्गस्य विषये. तत्र श्ना अभ्यस्तो रातः इति सूत्रेण न केवलं श्ना अपि च अभ्यस्त अङ्गस्य, नाट् आकारान्त, सोरि, अभ्यस्त अङ्गस्य यः आकारः अपि च श्ना प्रत्ययस्य यः आकारः तस्य कुत्रचित् लोपः भवति, कुत्रचित् दीर्घी आदेशः भवति. सूत्रद्वयस्य चिन्तनं तत्रापि आवश्यकं भवति. अग्रे सरेम. सर्वैः अवगतं वा? कोऽपि प्रश्नः अस्ति वा सूत्रयोः सूत्राणां विषये? इदानीं तुदादिगणस्य अत्र एकमेव उदाहरणमस्ति. अस्तु, चेतना भगिनी अग्रे पठतु भगिनी तुदादि लिख् विषये. तुदादौ लिक् योग अत् कर्तरि शप्, लिक् योग शप् योग अत्. तुदादिभ्यः श्वः 3177 इत्यनेन शपं प्रबाधय च भवति लिक् योग श योग अत्. अनुबन्धलोपे लिक् योग अयोग अत्. अतो गुणे लिक् योग अत्. वर्णमेलने लिखत्, पुल्लिङ्गे लिखन्, स्त्रीलिङ्गे लिखन्ति भवति. प्रक्रियाविषये वदतु. लिक् योग शत्रुप्रत्ययस्य प्रक्रिया अस्ति. लिक् योग अत् भवति, अत् षित् अस्ति अतः सार्वधातुकम् अस्ति, अपि च कर्तरि एव अस्ति शत्रुप्रत्यये, अतः कर्तरि शप् सूत्रस्य प्रसक्तिः अस्ति. अतः लिक् योग शप् योग अत् भवति. इदानीं तुदादिभ्यः शः कर्तरिशप् सूत्रस्य अपवादसूत्रमस्ति, अतः लिक् योग श योग अत् भवति. श दशकृतद्धिते इति सूत्रेण षकारस्य इत् भवति, अकार अ एव अवशिष्यते, अतः लिक् योग अयोग अत्. इदानीं अपदान्ते अ योग अ अस्ति, अतः पुगन्तलघुपदस्य चैतन्येन गुणः किमर्थं न भवति? परे सार्वधातुप्रत्ययः हा, परन्तु अपित् अस्ति, तदपि अपित् अस्ति. गुणस्य निषेधः अस्ति, अत्र गुणप्रसङ्गः अस्ति, लिखित् धातुमध्ये उपधायां ह्रस्वीकारः अस्ति परन्तु तथापि गुणः न भवति. गुण इस् अ सामान्यकार्यम् अण्ड् इट् इस् अन् इम्पार्टेण्ट् कार्यम्. सार्वधातु कार्धधातु प्रत्ययपरे गुणः भवेत् अत्र न भवति, किमर्थं न भवति इति तत्र वक्तव्यं, तत्र सूत्राणाम् उल्लेखः करणीयम्. अतः लिख्योग अयोग अत् इदानीम् अतो गुणे इति सूत्रेण गुणवर्ण एव तिष्ठति, योग अत् भवति. इत्युक्ते अत्र पररूपादेशः, परेयः गुणः वर्णः तदेव तिष्ठति, एकादेशः भवति. अतो गुणे इत्यस्य प्रसक्तिः सि अत्र अपि अस्ति. अतो गुणे ऐ डोण्ट् नो हौ टु इफेक्टिव्लि आपरेट् दिस् सूत्रम्. वन्दधातुः अस्ति, वन्दधातुः, वन्दधातुः कस्य गणस्य धातुः भगिनि? प्रायशः भुवादिगणस्य धातुः. वन्दयोग शप् भवति चेत् वन्द इति अङ्गम् अस्ति इदानीं. वन्द शप् प्रत्ययस्य आकारः, सो शप् प्रत्ययस्य आकारः योजयामः चेत् वन्द इति अङ्गम् अस्ति. अनन्तरं तत्र उत्तमपुरुष बहुवचन, सोरि, उत्तमपुरुष एकवचन प्रत्ययः कः भगिनि? ते इति अन्ते, से इथे द्वे, ए वहे महे, इज़न्ट् इट्? एव हे महे. सो एकारः गुणवर्णः, एकारः गुणवर्णः, पूर्वे ह्रस्व अकारः अस्ति. अपादान्त ह्रस्व अकारस्य परे गुणवर्णः अस्ति चेत् अतो गुणे, अत्रापि अतो गुणे इति सूत्रमेव कार्यं करोति. अत्र वृद्धिः न भवति, अत्र वृद्धिसन्धिः न भवति. अकारस्य आत् परे एच् वर्णः अस्ति चेत् अत्र वृद्धिः न भवति. तस्य अपदान्त ह्रस्व अकारस्य परे गुणवर्णः अस्ति चेत् पूर्वरूपादेशः एव भवति. सो वी गेट् वन्दे. अत्र द्वयोः पदम् अस्ति चेत् एव भवति, तत्र किमपि न पदं वा अपदं वा, तत्र तु संहितायां सत्यं. सन्धिकार्यं तु वर्णकार्यम् अस्ति न, तत्र संहितायां सत्यम्. आत् परे एच् वर्णः अस्ति चेत् संहितायां सत्यं, तत्र वृद्धि आदेशः भवति. परन्तु अत्र लिखितम् अपदान्त ह्रस्व आकारस्य गुणवर्णे परे, सो अतो गुणे इति सूत्रं गुणवर्णे परे एव पूर्वरूपादेशः भवति. सो दिस् इस् आल्सो अ सिचुवेशन् वेर् गुणवर्णः परे अस्ति, सो अतो गुणे इति कस्य अपवादः? वृद्धि इत्यस्य अपवादः. अपि च सवर्णदीर्घसन्धि यथा अ प्लस् अस्ति, तत्र अपि अकः सवर्णे दीर्घः. सो अपदान्तरस्वाकारस्य गुणवर्णे परे अतो गुणे इति सूत्रस्य प्रसङ्गः, न तु कोऽपि अन्यसूत्रस्य. अग्रे पठतु. भिद्योग अत् कत्रिष, भिद्योग शप्योग अत् रुदादिभ्यश्नम् इत्यनेन शपं प्रबाध्य श्नम् भवति. भिद्योग श्नम् योग अत् अनुबन्धलोपे भिद्योग न योग अत् देन् भिन्द योग अत् भिन्दत् भवति. विषये अपि योग न योग अट् अश्नं प्रत्ययस्य विशेषः किं भगिनि तदपि वदतु न एकवारम्। आमां श्नम् षित् अस्ति अपि च मित् अस्ति, अतः नुमागमः अन्तिम अच्वर्णस्य परे आयाति। मिदितो मिदित्यात् परः इति सूत्रेण, अतः नकारः भी अनन्तरम् आयाति, रस्वीकारस्य परे नकारः आयाति, नकारः आयाति, अतः बिन्द्योग अत् बिन्दत् न। अत्र एकम् अन्यत् अस्ति न भगिनि, श्रं प्रत्यये किम् अवशिष्टभागः कः? नकारः। कथं नकारः? अत्र कति वर्णाः सन्ति भगिनि? सो अत्र न इति भागः अवशिष्टभागः, सो न इति भागः आयाति, परन्तु किं श्रूयते? केवलं न इति भागः, अत्र अकारस्य लोपः भवति तस्य कृते अपि। सो श्नं प्रत्ययविषये अपि सि न इति अस्य परे नकारः अस्ति चेत् नकारस्य लोपः भवति, न इत्यस्य परे तत्र यः अकारः तस्य अपि लोपः भवति, तस्य कृते अपि सूत्राणि आवश्यकानि। सूत्रमस्ति ऐ आल्सो कीप् ऐम् फार्गेटिङ्ग् शन्नान् लोपः, देट् वास् द सूत्र, शन्नान् लोपः, वन् सेकेण्ड् लेट् अस् चेक्। श्नात् श्नात् न लोपः, दिस् वास् वन् सूत्रम्, सूत्रसङ्ख्या किं, हा श्ना थर्ड् कम् न, श्नान् लोपः, शंसोर्लोपः, जस्ट् नोट् डौन् दीस् टु सूत्रास्, श्नान् लोपः एण्ड् शंसोर् शंसोः अल्लोपः, अत् लोपः। सो दिस् इस् द सूत्र देट् वी विल् डिस्कस्, 6423 64111। सो यत्र श्नं, अत्र श्ना इत्यनेन श्ना न अस्ति, अत्र श्नात् इति पञ्चमी अस्ति, सो श्नात् अनन्तरं न लोपः भवति, अत्र श्नात् इति पञ्चमी एकवचनम् अस्ति, श्नात् परे न लोपः। सो इन् द इन् दिस् गण दियर् विल् देर् आर् सम् सूत्रास् वेर् तत्र मूले एव नकारः अस्ति, तस्य पूर्वे श्ना प्रत्ययस्य न इति नकारस्य आगमः भवति, सो श्ना अङ्गस्य परे इत्युक्ते न इति भागस्य परे एकम् अन्यत् नकारः धातुमध्ये अस्ति चेत् तस्य लोपः भवति इति श्नान् लोपः। बट् वी विल् डिस्कस् द नेक्स्ट् वन् सूत्र, श्नम् अस् अल्लोपः, श्ना अपि च अस् धातु यः अकारः अस्ति, श्ना प्रत्यय अपि न प्लस् अकारस्य लोपः, सो अकारयोः द्वयोः अकार कीदृश अकारयोः, श्नम् प्रत्ययस्य अकार न इति भागस्य यः अकारः अपि च अस् धातु यः अकारः तस्य अत् लोपः, इत्युक्ते अत् लोपः इत्युक्ते ह्रस्व अकारस्य लोपः भवति, कदा भवति? सार्वधातुके कितिनिति परे, एक्चुअली वी शुड् टेक् नो डौन् देट् सार्वधातु कितनित् प्रत्यय परे अङ्गे किं किं भवति, वी शुड् नोट् डौन् दीस् आल् दीस् थिङ्ग्। सो वि सार्वधातु कितनित् परे श्नाभ्यस्तो रातः ई हलि अगोः अचिष्णु धातु ब्रुवां देन् हुष्णुवोः सार्वधातुके न वन् मोर् थिङ्ग्। सो श्ना प्रत्ययस्य आकारस्य सार्वधातु कितिनिति प्रत्यय परे शत्र इस् सार्वधातुक् नित् प्रत्ययः, अतः न इति सो बिद् यः अस्ति तत्र बिन्द् भवति, सो यदा तत्र पूर्वे सि प्रथमे तत्र बिन्द इति भवति न सम्पूर्णतया आयाति, परे सार्वधातुक् पित् अपित् प्रत्ययः अस्ति, शत्रुप्रत्ययः. सार्वधातुक अपित् प्रत्ययः निद् इव प्रवर्तते, सो परे सार्वधातुक नित् प्रत्ययः अस्ति. सो सार्वधातुक नित् प्रत्ययपरे श्ना इति यः ह्रस्व अकारः तस्य लोपः भवति. सूत्रमस्ति शंसोर्लोपः, सो न एव अवशिष्यते, अकारस्य अत् इत्यस्य लोपः भवति. सो बिन्दत् इति प्रातिपदिकम् अनेन सूत्रे. सिमिलर्ली इफ् यु सी द अस् अस् अस् अस् धातुः, सी अत्र अस् धातु विषये यु विल् अण्डर्स्टाण्ड् इट् बेटर्. दिस् इस् क्रियेटिङ्ग् प्राब्लम्, टैम् वेस्टेज्. अवगतं वा भगिनि यत् करपत्रे अस्ति बिन्द कथं प्राप्नुमः? इदानीम् अत्र अस्मिन् सूत्रे न केवलं श्ना इत्यस्य अकारस्य लोपः उक्तमस्ति सार्वधातु कित्नित् प्रत्ययपरे, परन्तु अस्मिन् सूत्रे उक्तमस्ति अस् धातोः अपि अकारस्य लोपः भवति. अत्र पश्यतु भगिनि, अत्र धातुपाठ पश्यामः. So this way, by the sutra, we will understand it very well. Asdhatuho. To exist. Asbhuvi it dhatuho. Atra asbhuvi it dhatu asti. Vadigana se. Atra pashyatu. Asti, asi, asmi. Akaraha, akaraha, akaraha. Sarvatra shruyate. Why? Because tip, sip, मिप् सार्वधातुक पित् प्रत्ययः, सार्वधातुक पित् प्रत्ययः, सार्वधातुक पित् प्रत्ययः. षट्षु स्थलेषु सार्वधातुक अपित् प्रत्ययः, तस् थस् मस् झी देन् थ एण्ड् मस्. एते सर्वे सार्वधातुक अपित् प्रत्ययाः. सार्वधातुक अपित् प्रत्ययाः सन्ति चेत् निद् इव प्रवर्तते. निद् इव प्रवर्तते चेत् श्नासर्लोपः इति सूत्रेण अकारस्य लोपः सर्वत्र भवति. अत्र पश्यतु भगिनि, स्तः स्थः स्वः स्मः स्थ सन्ति, अकारः कुत्र गच्छति? अनेन सूत्रेण एव तस्य लोपः भवति. सो दिस् सूत्र इस् न केवलं श्नम् प्रत्ययस्य अकारस्य लोपः, परन्तु अस् धातुः यः अकारः अस्ति तस्य अपि सार्वधातुक अपित् प्रत्ययपरे, इत्युक्ते सार्वधातुक नित् प्रत्ययपरे अकारस्य सर्वत्र लोपः भवति. दिस् इस् द वेरि गुड् एक्साम्पल् आफ् अण्डर्स्टाण्डिङ्ग् दिस् सूत्र. सो सूत्रमस्ति श्नास् शंसोर्लोपः सूत्र. शंसोर् इत्युक्ते अत्र अत् लोपः इत्यनेन अत् इति यः अस्ति अत् इति ह्रस्व अकारः, सो तस्य सन्धि भूत्वा अल्लोपः भवति, अल्लोपः इति भवति. बट् दिस् इस् सूत्रे अत् लोपः अस्ति, ह्रस्व अकारस्य लोपः अस्ति इति. परन्तु कदा अस्ति? केवलं सार्वधातुके कितनित् प्रत्ययपरे. सार्वधातु पित् प्रत्ययः अस्ति चेत् तत्र अकारस्य लोपः न भवति. अपि च अत्र किमस्ति? अवगतं वा? नुमागमस्य विषये वयं तत्र भिन्नकरपत्रे तस्य कुत्र नुमागमः, कस्मिन् गणे नुमागमः नित्यं, कस्मिन् गणे नुमागमः अनित्यं, तत्सर्वं तस्मिन् करपत्रे अस्ति. तत्र तस्य चिन्तनं कुर्मः. अस्तु, इदानीं तत्र तणादि अग्रिका पठति. अनुसूया भगिनी पठति वा भगिनि? तनादौ क्रू धातुः, जनादौ क्रू धातुः, जनादौ कृ अधिक अत् कर्तरि शप् इत्यनेन कृ अधिक शप् अधिक अत् भवति. धनादि उङ्ग्यः उः इति सूत्रेण अत् कुर्वात् भवति, कुर्वन् कुर्वति इति भवति। शपं प्रबाद्य प्रथमे उ आयाति न, स्तनादिकृण्भ्यः उः उः। सो अत्र शप् बेसिक्लि दे शुड् नाट् हेव् रिटन् शप्, अत्र कर्तरि शप् अपि च शप् आयाति, शप् न आयाति, शप् इत्यस्य प्रसक्तिः अस्ति परन्तु प्राप्तिः न भवति। शपं प्रबाद्य उ आयाति, उ आयाति अतः कुर्वन् कुर्वत् इति, कुर्वन् कुर्वति इति। इदानीं वदतु प्रक्रिया कथं भवति, क्रु योग उ अस्ति चेत् उ इति कीदृशी प्रत्ययः, उ इति प्रत्ययः अस्ति, उ प्रत्ययस्य विधानं भवति, उ इति प्रत्ययः अस्ति। सो प्रत्ययः कीदृशी प्रत्ययः उकारः, घन विकरणप्रत्ययेषु एकमेव प्रत्ययः अस्ति यः शित् नास्ति, सः उकारः। सो शित् नास्ति चेत् अर्धधातुकं शेषः इत्यनेन उकारः अर्धधातुकप्रत्ययः। अपि च कोऽपि कित् नास्ति, घित् नास्ति, नित् नास्ति, कस्यापि वर्णस्य अत्र इत् नास्ति उकारे। सो कित् नित् नित् नित् भिन्न अर्धधातुकप्रत्ययः अस्ति चेत् अङ्गे किं भवति, गुणः भवति न भगिनि? अत्र इगन्ताङ्गमस्ति न, क्रु इति इगन्ताङ्गमस्ति। सो अन्ते अत्र ऋकारः अस्ति, ऋकारः इक् वर्णः। सो अत्र सार्वधातुक अर्धधातुकयोः इति सूत्रेण उकारस्य कारणेन ऋकारस्य गुणः भवति। सो ऋकारस्य गुणः किमस्ति, अर् भवति। सो ऋकारस्य गुणः अर् भवति चेत् अङ्गं किम्, सुख इति यः अस्ति ऋकारस्य अर् भवति, ऋकारस्य अर् भवति। देन् वी हेव् द उ इति विकरणप्रत्ययः, देन् अत् इति शत्रुप्रत्ययः। सो क योग अ, क र योग उ, करु इति अङ्गमस्ति, किमस्ति, करु इति अङ्गमस्ति। अनन्तरम् अत् इति शत्रुप्रत्ययस्य अत्, शत्रुप्रत्ययस्य कारणेन एव उकारः मध्ये आगतम्, बिकास् शत्रु सार्वधातुक अस्ति, कर्तरि प्रयोगे अस्ति, अतः तनादिकृण्भ्यः उ इति सार्वधातुकर्तर्थक् प्रत्ययपरे धातोः अनन्तरम् उ आयाति। सो करु इति अङ्गम् अस्ति, परे सार्वधातुक् प्रत्ययः। अस्य सूत्रस्य अत्र प्रसक्ति कुरु कथं भवति, केन सूत्रेण अत्र कुरु भवति, अत्र लिखितं न कुरु सत्यम्, अत् उत् सार्वधातुके। सो करोति सार्वधातुके प्रत्ययपरे ककार उत्तरवर्ती यः अत् अस्ति, यः ह्रस्व अकारः अस्ति, तस्य उत् भवति। उत् इत्युक्ते तपर्करणम् अस्ति, अत् अपि तपर्करणम् अस्ति। ह्रस्व अकारस्य करोति, तत्र करोति अपि पदस्य अनुवृत्तिः, क्रूधातु विषये एव एतत् सूत्रम् अस्ति। सो सार्वधातु अत् उत् सार्वधातुके, सार्वधातुके प्रत्ययपरे तत्र अकारस्य उत् आदेशः भवति। सो इट् बिकम्स् कुरु, कुरु बिकास् सार्वधातुक् तत्रापि कितिनीति अस्ति वा, सो दिस् नोट् आल्सो, दिस् इस् आल्सो सार्वधातुक् कितिनीति एकवारं, बिकास् सि यत्र तिप् प्रत्ययः अस्ति, यत्र तिप् प्रत्ययः अस्ति, वाट् इस् तिप् प्रत्ययः, प्रथमविभक्ति लट् लकारस्य एकवचनप्रत्ययः तिप् प्रत्ययः, तत्रापि करु इति अङ्गम् अस्ति, परन्तु तत्र अत् उत् सार्वधातुके इति सूत्रेण कुरु न भवति, रूपं किम् अस्ति करोति करोति इति रूपम् अस्ति करोति कथं भवति जानाति न भगिनी अनुसूया भगिनी उकारस्य गुणः भवति ओकारः तिप् प्रत्ययस्य कारणेन करु इति इगन्तम् अङ्गम् अस्ति उ ह्रस्व उकारः अस्ति उकारस्य गुणः ओकारः करोति सिमिलर्ली यदा तत्र करु योगस्य अस्ति सि तत्र अपि कुरु न भवति बिकास् सिप् अपि सार्वधातु पित् प्रत्ययः सो तत्रापि गुणः भवति करोषि इति रूपं सिमिलर्लि करोमि त्रिषु स्थलेषु अतु सार्वधातुके इति सूत्रं कार्यं न करोति अहं चिन्तयामि अत्रापि सार्वधातु कितिनीति परे एव सो दिस् इस् आल्सो सार्वधातु कितिनीति परे कार्यम् अतु सार्वधातुके अण्ड् इट् इस् रिलेटेड् टु द क्रू धातु ओन्लि क्रू धातु विषये एव अस्ति सो अतः षट्सु स्थलेषु कुरुतः कुरुतः कुरुवः कुरुमः उ सर्वत्र श्रूयते कुरु कुरु कुरु बिकास् सार्वधातुक् अत् उत् सार्वधातुके अपि सार्वधातुक् नित् प्रत्यये परे अस्ति नित् प्रत्यये परे नास्ति इति तत्र भेदः करु अस्ति अत्तु सार्वधातुके करु अन्तिमवर्णः उकारः उपधायां रेफा अस्ति तस्य पूर्वं कु आयाति कथं जानीमः अत् उत् सार्वधातुके इत्युक्ते तत्र लिखितं रस् करोति इति यः अस्ति ककार करोति ककार उत्तरवर्ति यः ह्रस्व अकारः तस्य उत् आदेशः भवति अत्र कोऽपि अन्यत् अकारः नास्ति करु इति अङ्गे करु इति अङ्गे ह्रस्व अकारः कुत्र अस्ति भगिनि करु इति अङ्गे ह्रस्व अकारः कुत्र अस्ति उपधायां नास्ति ककार उत्तरवर्ती एव अस्ति केवलं ककार उत्तरवर्ती अकारः अस्ति अत् स्थाने उत् आदेशः भवति सो यत्र अत् अस्ति तत्र एव उत् भवति न इदानीम् सो अकारस्य उ आदेशः भवति अस्तु कुरु भवति कुरु भवति परन्तु कार्यं कुत्र अस्ति केवलं सार्वधातुक् नित् प्रत्ययपरे इत्युक्ते अपित् प्रत्ययः यत्र अस्ति सार्वधातु कोऽपि सार्वधातुक् साक्षात् तु नित् नास्ति सो यत्र यत्र सार्वधातुक् अपित् प्रत्ययः तत्र तत्र क्रू धातुः यः करोति इति रूपम् अस्ति तस्य क्रू धातुः अन्येषां क्रू धातु न केवलं करोति इति यः रूपम् अस्ति तस्य क्रू धातुः अकारस्य उपादेशः भवति अत्र अत् सार्वधातुकम् अस्ति अतः प्रसक्तिः अस्ति इति वा अपि च अत्र शत्र प्रत्ययः सार्वधातुक अस्ति अपि च अपित् अस्ति अपित् अस्ति आमां निद् एव अस्ति अन्यथा न भवितुं शक्नोति एकवारं पश्यामः सूत्रं भगिनि इदानीम् एकवारं तत्र सार्वधातुके इति इत्युक्ते तत्र किति नीति इत्यस्य अनुवृत्तिः भवेत् हौ केन् इट् गो क्विक्लि अत्र पश्यतु इदानीं स्क्रीन् दृश्यते वा भगिनि आं दृश्यते अन्य एकः प्रश्नः अस्ति वदतु तनादिकृज्ञः उः विसर्गस्य किम् अभवत्? उहु इति प्रथमान्तम् अस्ति न भगिनि, गुरुः विसर्गः न, केवलम् उकारः अस्ति, केवलम् उकारः अस्ति, प्रथमान्तं पदमस्ति, आदेशरूपेण आयति न, आदिष्ट अस्ति न, यथा तत्र गुरुः भवति प्रथमाविभक्ति एकवचने उकारान्त शब्दः अस्ति, तथैव अत्र उः केवल उकार इति केवलम् उकारः, आम् सत्यं, विकरण तु केवल उकार उकारः अस्ति. अत्र पश्यतु अत् उत् सार्वधातुके अत्र करोति इति अस्य पदस्य अनुवृत्तिः अपि अस्ति, तेन किं केवलं क्रू धातु यः अकारः तस्य विषये एव एतत् सूत्रमस्ति, अपि च कितिनिति किनिति इति सूत्रस्य अनुवृत्तिः अपि अस्ति, अतः एकवचने तत्र न भवति, सिप् प्रत्यये मिप् प्रत्यये अपि च तिप् प्रत्यये कार्यं न भवति, तत्र करु करु करु एव भवति, न तु कुरु कुरु कुरु भवति, बिकास् किति निति प्रत्ययपरे कार्यमस्ति, सार्वधातुके कितिनित् प्रत्ययपरे, अतः उत् भवति. अवगतं वा? आम् महोदय. सो अतः अत्रापि कुर्वत् इति प्रातिपदिकम् अस्ति, बिकास् शत्रुप्रत्ययः सार्वधातु क्नित् प्रत्ययः अपित् प्रत्ययः, अतः निद् इव अस्ति, अतः अत् उत् सार्वधातुके इत्यस्य प्रसङ्गः अपि अत्र अस्ति. सो इट् बिकम्स् कुर्वत् कुर्वत् इति रूपम् अस्ति. अनुसूया भगिनी, अवगतं वा भगिनि? सो तनादिगणे उकारस्य कारणेन यदि धातौ धातुरूपी अङ्गे गुणप्रसङ्गः अस्ति चेत् सः गुणः भवति एव, बिकास् उकारः आर्धधातुक् कितनित् नितनित् भिन्न प्रत्ययः अस्ति, सामान्य आर्धधातुक् प्रत्ययः अस्ति, अतः अङ्गे गुणः भवति तनादिगणे विकरणप्रत्ययस्य कारणेन, यथा शप् प्रत्ययस्य कारणेन धातुरूपी अङ्गे गुणः भवति, तथैव तनादिगणे उकारः आर्धधातुक् प्रत्ययः तेन कारणेन अपि अङ्गे गुणः भवति, उपधायां वा अन्ते वा यथा तत्र धातुः अस्ति. अन्य सर्वे विकरणप्रत्ययाः तु सार्वधातुक् परन्तु अपित् श्नाश श्नम् तत्र गुणः न भवति. इदानीं क्रयादौ क्रीधातुः, सो अत्रापि क्रयादौ श्ना इति विकरणप्रत्ययः अस्ति, सो श्नाङ्गस्य अपि तत्र आकारस्य लोपः भवति, अपि च इ हल्लि अगौ इति सूत्रस्य प्रसङ्गः. केवी महोदय अग्रे पठतु महोदय, क्रयादौ क्रीधातुः. क्री योग अत् कर्तरी शप् इत्यनेन शप् प्रसक्तिः अस्ति, किन्तु क्रयादिभ्यः श्ना इत्यनेन शपं प्रवाद्य श्ना आयाति क्रीयोगा श्ना योगा अत् अनुबन्धलोपे क्री योग ना योगा अत् क्रीणत् क्रीणत् आकारस्य दीर्घ आकारस्य केन सूत्रेण लोपः? नाभ्यस्तो रातः इत्युक्ते अत्र ई हलि अगोः इति सूत्रस्य प्रसक्तिः नास्ति, बिकास् अत् इति अजादि सार्वधातुक् अस्ति, हलादि सार्वधातुक् नास्ति. अतियः अस्ति, सार्वधातुक अस्ति, परन्तु हलादि नास्ति, अजादि अस्ति, अच्वर्णः परे पूर्वे आदौ अस्ति। सो अत्र ई हलि अगोः इति सूत्रस्य प्रसङ्गः नास्ति। ई हलि अगो अपि इष्णा अङ्गस्य कृते अस्ति, परन्तु सिन्स् अत्र अजादि सार्वधातुप्रत्ययः अस्ति, सो अत्र श्ना अभ्यस्तो रातः इत्यनेन आकारस्य लोपः भवति। सो क्रीन् क्रीन् एव अङ्गं भवति, क्रीन्। अत्र नत्वं केन सूत्रेण भवति महोदय? सूत्रं किम्? रसो रसाभ्यां नोनः अरतु, अत्र रसाभ्यां तु कार्यं न कर्तुं शक्यते न, साक्षात् अनन्तरं नास्ति। रेफस्य साक्षात् अनन्तरं नकारः वा? मध्ये किम् अस्ति? Then the second after that, Rashabhyam Nunah Kibad. Atkupvang. Atkupvang. Ten sutrena atra natvam bhavati, natu Rashabhyam. Rashabhyam vadati ref shakarasya sakshat anantare nakaraha. Atra sakshat anantare nasti. Atra madhe ikaraha asti. Ataha atkupvang iti sutrena atra natvam bhavati. क्रीणत् इति प्रातिपदिकम्। यस्, परन्तु अट्कुप्वाङ्ग् आयाति, क्री अस्ति अतः आयाति खलु, रेफ अस्ति अतः अट्कुप्वाङ्ग् आयाति खलु, रसाभ्यां नूनः इति सूत्रेण एव अट्कुप्वाङ्ग् आयाति खलु? न न, अट्कुप्वाङ्ग् इति भिन्नसूत्रं, रसाभ्याम् इति भिन्नसूत्रम्। अट्कुप्वाङ्ग् इति सूत्रे रसाभ्याम् इत्यस्य अनुवृत्तिः अस्ति। सो अट्कुप्वाङ्ग् इति सूत्रे सम्पूर्णसूत्रं किम्? अट् रसाभ्याम् अट्कुप्वाङ्ग् नुं व्याये अपि नो नः भवति। रसाभ्याम् इत्युक्ते रसाभ्यां नूनः तु भिन्नसूत्रम् अस्ति न, तस्य सूत्रस्य सम्पूर्णतया अस्मिन् सूत्रम् अस्ति चेदपि नत्वस्य प्रथमसूत्रं प्रैमरि सूत्रं तदेव खलु भगिनि? तत् तदनन्तरं रस अट्कुप्वाङ्गं वया भवति चेत् रसाभ्यां नूनः सः तदपि भवेत् तदा भवति। अनुवृत्तिः because you know the panini, how to read the panini sutras na bagni, so atra rashabhyam is sutra kramah binna ha atkupang, why he has to, what was the need for saying the second sutra? Because na kevalam rashabhyam no nah bhavati, atkupang num vyaye api bhavati rashabhyam no nah, so purva sutrat sampurna sutrasya anavritti hi asti, but this is a different sutra na. If somebody asks you ken sutre natra karyam, you cannot say rashabhyam nunah na, you have to say atkupvang iti sutren. Tasmin sutre purva sutrat kim kim anuvartate tattu binna vishayah na bagni, parantu atra atvarnah madhye asti bagini, parantu refa nasti chet atkupvang na bhavati kalu. So अट्कुप्वाङ्ग् इस् नाट् द सम्पूर्णसूत्रं न, सम्पूर्णसूत्रं किम् अस्ति? अनुवृत्तिसहितसूत्रं सम्पूर्णसूत्रं, सूत्रं स्वयं सम्पूर्णं नास्ति। पूर्वसूत्रात् तत्र कस्यचित् पदस्य अनुवृत्तिः आवश्यकं भवति, तदा एव वयम् अवगन्तुं शक्यते। सो रसाभ्याम् आम् निमित्तं तु अत्सम् निमित्तं तु इत्युक्ते कण्डिशन् सम, रेफ् शकारस्य उत्तरे एव कार्यं भवति। परन्तु सूत्रसङ्ख्या भिन् सपोज् यु हेव् टु जस्ट् से इन् वन् सेण्टेन्स् केन सूत्रेण अत्र कार्यं, यु केनाट् से रसाभ्यां नूनः न, बिकास् रसाभ्यां नूनः किं वदति? भाषाभ्यां नूनः वदति रेफ् शकारस्य साक्षात् उत्तरे नकारः अस्ति चेत् तस्य मूर्धन्यादेशः भवति तावदेव वदति रसाभ्यां नूनः अनन्तरं तत्र आयाति कि रसाभ्याम् अट्कुप्वाङ् नुं व्ययाये अपि रसाभ्यां नूनः भवति अपि इति पदमपि तत्र अस्ति अट्कुप्वाङ् नुं व्यवधाने अपि अपि किं रसाभ्यां नूनः सो सूत्र इस् डिफ्रेण्ट् न वी हेव् टु कोट् देट् सूत्र वी केनाट् बिकास् अत्र अट् इति वर्णः अस्ति मध्ये साक्षात् परे नास्ति यत्र साक्षात् परे तत्र तु अट्कुप्वाङ् इत्यस्य आवश्यकता एव नास्ति तत्र तु केवलं रसाभ्याम् इत्यनेन एव कार्यम् दिस् इस् भिन्नसूत्रं देट् इस् भिन्नसूत्रं परन्तु तत्र नत्वप्रकरणे तत्र इट् इस् 841 ऐ थिङ्क् सम्पूर्णप्रकरणे रसाभ्यां नूनः इति पदयोः अनुवृत्तिः सर्वत्र भवति because he will not repeat in the next sutra because these are the initial requirements na rashavyam anantaram ev karyam asti karyam kim asti no naha so these three padas will in the sampurna prakarane etayoh ete nam padanam tatra anuvritti hi bhavati sarvatra prakarane bhavati if you see rashavyam सो एतत् आरभ्य अस्मिन् प्रकरणे यानि सूत्राणि सन्ति तत्र रसाभ्यां नः नः त्रयाणां पदानां सर्वत्र अनुवृत्तिः भवति लैक् वी हेव् दट् सूत्रं वट् वास् द नेक्स्ट् सूत्रं प्रातिपदिकात् नुं विभक्तिषु च रसाभ्यां नो नः प्रातिपदिकात् प्राति कुत्र अस्ति हा 8411 इति सूत्रं सो 841 इस् रसाभ्यां नूनः अट्कुप्वाङ्ग् इस् 842 देन् वी हेव् दिस् प्रातिपदिकान्त नुं विभक्तिषु च किं रसाभ्याम् इति नूनः भवति अस्मिन् सूत्रे अपि रसाभ्यां नूनः भवति अस्मि सम्पूर्णप्रकरणे अत्र रसाभ्यां नूनः इत्यस्य अनुवृत्तिः अस्ति सिमिलर्ली वी हेव् अनदर् सूत्र वी हेव् रेड् दि सूत्र उपसर्गात् असमासे अपि नोपदेशस्य सूत्र वी हेव् रेड् न उपसर्गात् 8-4 8-4-14 उपसर्गात् असमासे अपि नः उपदेशस्य रसाभ्यां सम्पूर्णप्रकरणे रसाभ्याम् एव निमित्तम् अस्ति पञ्चमी निमित्तम् अस्ति रेफ् शकारस्य उत्तरे न केवलम् अट्कुप्वाङ्ग् इति सूत्रे सम्पूर्णप्रकरणे रसाभ्याम् इत्यस्य अनुवृत्तिः अस्ति बिकास् दीस् आर् द इनिशियल् कण्डिशन् रेफ् शकारस्य उत्तरे सो यत्र मध्ये व्यवधानम् अस्ति तत्र केवलम् अट्कुप्वाङ्ग् इति सूत्रमेव कार्यं करोति एण्ड् प्रातिपदिकात् नु विभक्तिषु च इट् वास् द पूर्वसूत्र इवन् द अट्कुप्वाङ्ग् नुं व्याये अपि एतस्य पदस्यापि अनुवृत्ति अग्रिमेषु बहुषु सूत्रेषु भवति यद्यपि अत्र न लिखितं परन्तु तत्र बहुषु सूत्रेषु अन्तिमं सूत्रं यत् अस्ति 8-4-39 अग्रिमेषु बहुषु सूत्रेषु अट् कुप्वाङ्ग् इत्यस्यापि अनुवृत्तिः भवति. अत्र न सूत्रमस्ति, अत्र न लिखितमस्ति, परन्तु उपसर्गात् असमासे अपि अत्रापि न लिखितं. कसूत्रस्य प्रातिपदिकानु विभक्तिषु च यः सूत्रमस्ति अत्र अपि यदि मध्ये अट् रूपी व्यवधानं, कुरूपी व्यवधानम् अपि च पू रूपी व्यवधानम् अस्ति तथापि कार्यं भवति. सो अस्मिन् सूत्रे अट् कुप्वाङ्ग् इति सूत्रस्य अपि अनुवृत्तिः अस्ति. अत्र न लिखितम्, अत्र न दत्तं, बिकास् एतेषु व्यवधाने अपि तत्र रसाभ्यां तत्र णत्वं भवति इति णत्वप्रकरणम् अस्ति. नीड् टु अण्डर्स्टाण्ड् द सूत्रस्. वट् वास् द नीड् फार् सेयिङ्ग् अट् कुप्वाङ्ग्? इफ् सर्वत्र रसाभ्याम् इत्यनेन एव कार्यं, देन् वट् वास् द नीड् फार् सेयिङ्ग् अट् कुप्वाङ्ग्? देन् ही शुड् नाट् हेव् सेड् अट् कुप्वाङ्ग् न. देन् ही सेस् अट् कुप्वाङ्ग् नुं व्यवधाने अपि कार्यं भवति एतेषु व्यवधाने, इत्युक्ते एतेषु विहाय कोऽपि अन्यव्यवधानम् अस्ति चेत् न भवति, रसाभ्यां नूनः न भवति इति तत्र तादृश अर्थसिद्धिः भवति. अस्तु, इदानीं तु समयः अभवत्. कोऽपि अन्यप्रश्नः अस्ति वा? नास्ति चेत् अत्र स्थगामः. We have some more churadigana. Ashtu, Shanti Mantram Patha. Om Purnamadah Purnamidam Purnat Purnamudachate Purnasya Purnamadaya Purnameva Avashishyate. Om Shanti Shanti Shanti Harihi Om Shri Guru Pyo Namaha. धन्यवादः, नमस्कारः. धन्यवादः, धन्यवादः, धन्यवादः.